अद्यतनविषयः अस्ति विभागः इति गुणः. गते सप्ताहे संयोगस्य विषये चर्चा जाता. संयोगः इति गुणः कीदृशः, तस्य लक्षणवाक्यम् अपि तु करपत्रमपि पठितम् इति मन्ये. हस्तौ संयुक्तौ इति वाक्यस्य प्रतिपादनं करपत्रे आसीत्. अस्तु, अपि तु प्रक्रिया अपि दृष्टा इति मन्ये. संयोगस्य संयोगविषये किं कारणम् अस्ति, कीदृशं ज्ञानम् उत्पद्यते, एतत् सर्वं अस्माभिः दृष्टम्. केवलं पुनःस्मरणरूपेण अद्यतनवर्गाय यत् आवश्यकं तत् तदेव अहं वदामि. प्रथमं तु संयोगः. संयोगस्य लक्षणवाक्यं वदति वा रामप्रिया भगिनी? आं भगिनि, संयुक्तव्यवहारहेतुः संयोगः. अपि तु तस्य वृत्तित्वं कुत्र? सर्वद्रव्यवृत्तिः. समीचीनम्. अस्तु, लक्षणवाक्यम् इतोपि किञ्चित् गभीररीत्या पश्यामः, यतोहि लक्षणवाक्ये केचन अंशाः सन्ति ये अपेक्षिताः अद्यतनपाठाय. अस्तु, संयुक्तव्यवहारहेतुः संयोगः इति उक्तं भवत्या. इतोपि किञ्चित् विस्तरेण वदति वा तस्मिन् के अंशाः सन्ति तस्मिन् वाक्ये? संयोगः इति गुणः तत् कारणमस्ति. कस्य इत्युक्ते संयुक्तव्यवहारस्य कारणं संयोगः इति गुणः. तत्तु सर्वद्रव्ये वर्तते, सर्वद्रव्यवृत्तिः. संयोगविषये चित्रं स्मरति वा? कार्यकारणचित्रम् इति अस्ति खलु? आम्, अत्र आम्. हस्तौ संयुक्तौ इति प्रतीतिः अस्ति. अत्र हस्तात् आरभ्य किल, हस्तत्व अवच्छिन्न विशेष्यता निरूपकं ज्ञानं, संयोगनिष्ठ संयोगत्वम् अवच्छिन्ना प्रकारता निरूपकं ज्ञानं, ज्ञाननिष्ठ कार्यता निरूपित कारणता आश्रयः शब्दप्रयोगः, शब्दप्रयोगनिष्ठकार्यता निरूपितकारणता आश्रयत्वं संयोगे अस्ति इति संयोगस्य लक्षणम्. तस्मिन् लक्षणवाक्ये किमपि कारणता अस्ति, कार्यता अपि अस्ति, तस्मिन् विषये किमपि वदतु किञ्चित्. संयोगः इति कारणमस्ति, कार्यमस्ति शब्दप्रयोगः इति. संयोगः इति कारणं शब्दप्रयोगं प्रति. शब्दप्रयोगः कारणमपि अस्ति ज्ञानं प्रति. ज्ञानम् इति कार्यमस्ति, तत् प्रति शब्दप्रयोगः इति कारणम्. समीचीनमेव. तर्हि साधारण सामान्यभाषया कथं वदामः संयोगे कारणता अस्ति इति भवत्या उक्तं, तं प्रति शब्दप्रयोगः इति कारणं. पुनः संयोगः इति कारणं संयोगेन एव शब्दप्रयोगः जायते इत्युक्ते शब्दप्रयोगे कार्यता कारणता अपि अस्ति, कारणता अस्ति, तं प्रति कारणता भगिनि श्रूयते श्रूयते वा? आम् मध्ये किञ्चित् अस्तु. कस्यापि कस्यचित् स्पीकर् फोन् अस्ति, तं म्यूट् करोति चेत् ध्वनिः श्रूयते इति मन्ये. अहमपि म्यूट् करोमि, शृणोमि. मध्ये प्रश्नः पृच्छति चेत् अहं अन्म्यूट् करोमि भगिनि. सिक्स् नोदयतु कृपया तदा. इदानीम् अस्तु. हा, तर्हि सामान्यभाषया संयोगः इति कारणं कं प्रति कारणं शब्दप्रयोगं प्रति कारणमस्ति इत्युक्ते संयोगः इति गुणः अस्ति येन शब्दप्रयोगः जायते. शब्दप्रयोगः इत्युक्ते हस्तौ संयुक्तौ इति शब्दप्रयोगः. शब्दप्रयोगेन एव कस्मिंश्चित् आत्मनि ज्ञानम् उदेति. कीदृशं ज्ञानं? द्विप्रकारकं ज्ञानम् उदेति. एतत् सर्वं वयं दृष्टवन्तः. अस्तु, अग्रे क्रिया अपि दृष्टवन्तः प्रायः. प्रक्रिया कीदृशी प्रक्रिया अस्ति इति प्रायः दृष्टवन्तः खलु. हरि ओम् साम्यक्ते भगिनि. आम् आम् आम् भगिनि, श्रूयते वा? शिखमनं महोदय कृपया वदतु, प्रक्रिया का अस्ति? प्रक्रिया इत्युक्ते क्षणपञ्चकव्यापिनी इति प्रक्रिया आसीत् खलु? ओ तद् वा? आम्. प्रथमं क्रिया जायते, क्रियया संयोगः, प्रथमं क्रिया जायते तदेव प्रथमं. तदनन्तरं क्रियया नूतनदेशं प्रति संयोगः जायते, तद्वितीयं. नास्ति नास्ति, क्रियया विभागः जायते. यद्देशे आसीत् ततः विभागः जायते. तदनन्तरं नूतनदेशे संयोगः जायते. संयोगः तु तदनन्तरं मध्ये इतोपि एकं सोपानम् अस्ति. अस्तु, अस्माकं विषये यत् यत् चर्चयन्ति स्मः तत्तु संयोगः इति. अस्तु, तर्हि हस्त घटयोः संयोगः इति चिन्तयतु. हस्तघटयोः संयोगः इति यः क्रियया जायते. इदानीं तु घटस्य अपसरणं भवति. अन्यद्देशं प्रति तस्य अपसरणं भवति. तर्हि किं भवति तदा? क्रिया इति प्रथमं सोपानम्. आं वदामि भगिनि. प्रथमक्षणे क्रिया भवति. क्रियया द्वितीयक्षणे विभागः जायते. तृतीयक्षणे विभागेन संयोगः नश्यति. चतुर्थक्षणे पुनः नूतनदेशे संयोगः जायते. पञ्चमक्षणे तत् आदिमक्रिया नश्यति इति. समीचीनम्. अस्तु, इति प्रक्रिया अस्ति. इयमेव क्षणपञ्चकव्यापिनी इति उच्यते. इत्युक्ते पञ्चमक्षणेषु यः यः घटितः भवति तस्य वर्णनम् अस्ति. अस्यां प्रक्रियायां क्रमेण एकं कारणमस्ति, तस्य कारणम् अनुवर्तते, इत्युक्ते घटे क्रिया अस्ति इति कारणं कं प्रति विभागं प्रति कारणं भवति, इत्युक्ते विभागः इति कार्यं, पुनः विभागः इति कारणं संयोगनाशं प्रति, इति तादृशी किमस्ति कार्यकारणभावः अपि दृश्यते अस्यां प्रक्रियायां. अस्तु, अग्रे सरेम. अस्तु, संयोगनाशको गुणो विभागः इति भागात् आरम्भं कुर्मः. एकाधिक एकशतमे पुटे कृपया तत् पश्यतु. सरला भगिनी अस्ति वा? हरि ओम् भगिनी, न श्रूयते. अस्तु, रामप्रिया भगिनी. भगिनी, विभागं लक्षयति, संयोगनाशको गुणो विभागः सर्वद्रव्यवृत्तिः इति. संयोगप्रक्रियायां क्रियोत्पत्तिद्वितीयक्षणे अयं गुणः उत्पद्यते, पूर्वदेशसंयोगस्य नाशकश्च भवति, तत् प्रक्रिया च संयोगनिरूपणे अनुपदमेव निरूपिता. अत्र विभागस्य लक्षणवाक्यम् अस्ति, संयोगनाशकः गुणः विभागः इति. अत्र विभागः इति कारणं, संयोगनाशकः इति कार्यम् अस्ति. भगिनि, किं कार्यम् अस्ति तत्र? संयोगनाशकः इति कार्यम्. आम् आम् आम्, संयोगनाशकः इति कार्यं, विभागः इति नाशः इति कार्यं, विभागः इति कारणं. सर्वद्रव्यवृत्तिः सर्वेषु द्रव्येषु वर्तते इति. संयोगप्रक्रियायां क्रियोत्पत्तिद्वितीयादिक्षणे अयं गुणः उत्पद्यते. अयं गुणः इत्युक्ते विभागः इति गुणः, यदा संयोगप्रक्रिया वयं दृष्टवन्तः क्षणपञ्चकम् इति, तत्र क्रिया उत्पत्तिद्वितीयक्षणे एव विभागः इति गुणः उत्पद्यते. तस्य उत्पादनं द्वितीयक्षणे भवति, प्रथमं क्रिया अनन्तरं विभागः इति गुणः. पूर्वदेशसंयोगस्य नाशकश्च भवति. पूर्वदेशसंयोगः इत्युक्ते प्रथमं ये संयोगः भवति, यः संयोगः भवति तस्य नाशः अपि भवति. तस्य नाशः भवति इति. तत् प्रक्रिया च संयोगनिरूपणे अनुपदमेव निरूपिता. वयं तु तत् प्रक्रिया यदा संयोगः विषये दृष्टवन्तः, तत् समये वयं वयं निरूपितवन्तः. किं निरूपितवन्तः? एतद् प्रक्रिया, आद्यक्षण द्वितीयक्षण तृतीयक्षण इति क्षणपञ्चक व्यापिनी इयं प्रक्रिया निरूपितवन्तः. अस्तु, तर्हि तस्मात् अत्र तु अस्माकं विभागविषये कः प्रमुखः विषयः कः? क्रियायाः प्रथमं क्रिया भवति चेत् अनन्तरं विभागः द्वितीयक्षणे भवति. क्रिया उत्पत्तिः अनन्तरं एतद् गुणः भवति, विभागः इति गुणः भवति इति प्रमुखविषयः. पूर्वं वयं ये गुणाः दृष्टवन्तः तत्र तु द्रव्य उत्पत्तिद्वितीयक्षणे गुणः भवति, विभागः तु क्रिया उत्पत्तिद्वितीयक्षणे भवति. परन्तु कीदृशी क्रिया इति? कीदृशी क्रिया इत्युक्ते उदाहरणं स्वीकृत्य कृपया. घटः यदा वयं यदा घटः इति घटे किमपि क्रिया भवति, प्रथमं घट आकाशदेशः संयोगः आद्यक्षण प्रथमक्षणं किमपि क्रिया घटे भवति चेत् तद् कारणं भवति. द्वितीयक्षणे यदा तस्य आकाशदेशात् वयं घटस्य अपसरणं कुर्मः चेत् घटः तस्मात् आकाशदेशात् विभक्तः भवति. तृतीयक्षणे एतद् विभागेन तस्य आकाशदेश घटस्य संयोगस्य नाशः भवति. समीचीनं, तदेव मुख्य अंशः अत्र. अस्तु, अग्रे शिखवन महोदय. संयोगनाशात् विभागः न अतिरिक्तः इति आक्षेपः. संयोगनाशात् विभागः न अतिरिक्तः इति आक्षेपः. अत्र इदं चिन्त्यते क्रिया, क्रियातः विभागः, विभागात् पूर्वसंयोगनाशः, ततः संयोगान्तर उत्पत्तिः, ततः क्रियानाशः इति प्रक्रिया तदा युज्यते यदा संयोगनाशात् अतिरिक्तः कश्चित् विभागाख्यगुणः अभ्युपगम्येत, सः एव तु न अङ्गीक्रियते इति इदानीं चिन्तनं वयं पञ्चक्षरप्रक्रियायां दृष्टवन्तः. प्रथमं क्रिया जायते, तदनन्तरं विभागः इति गुणः जायते, तेन तृतीयक्षणे पूर्वसंयोगनाशः भवति, चतुर्थक्षणे नूतनसंयोगः जायते, पञ्चमक्षणे क्रिया नश्यति इति एव अस्माभिः दृष्टः. तत्र केचन पूर्वपक्षिणः वदन्ति किमर्थं विभागः इति नूतनगुणः द्वितीयक्षणे उत्पद्यते इति अङ्गीकार्यम्, केवलं संयोगनाशः एव स्वीकुर्मश्चेत् तत् पर्याप्तं भवति किल इति एतेषाम् आक्षेपः अस्ति. समीचीनम्. इत्युक्ते पूर्वपक्षिणः प्रक्रिया का? पूर्वपक्षिणः वदन्ति प्रथमं क्रिया जायते द्वितीय प्रथमक्षणे, द्वितीयक्षणे संयोगनाशः भवति, तृतीयक्षणे नूतनसंयोगस्य नूतनदेशेन संयोगः भवति, चतुर्थक्षणे क्रियानाशः भवति इति प्रायः तादृशं ते वदन्ति. समीचीनम्. अस्तु, अत्र अभ्युपगम्येत इति पदम् अस्ति, तस्य विवरणं किम्? कश्चित् विभागाख्यगुणः अभ्युपगम्येत, ततः क्रियानाशः इति प्रक्रिया तदा युज्यते यदा संयोगनाशात् अतिरिक्त कश्चित् विभाग्याख्यगुणः इति स्वीकरोति चेत् एव अभ्युपगम्येत. इत्युक्ते स्वीकरोति इति वा? समीचीनं, स्वीकरोति वा अङ्गीक्रियेत इति. अङ्गीक्रियेत एव, तदा एव तत् युज्यते इति तादृश प्रक्रिया. समीचीनम्. अभ्युपगच्छति पुनः अभ्युपगम्येत इति गम्यते कर्मणि प्रयोगे गम्येत यत् किम् अस्ति विधिलिङ्गरूपेण अभ्युपगम्येत इति अस्ति भवता उक्तं. सः एव न अङ्गीक्रियते, ते न अङ्गीक्रियते पूर्वपक्षिणः ये आक्षेपं कुर्वन्ति ते नाङ्गीक्रियते विभागाख्य गुणः द्वितीयक्षणे जायते इति तेन अङ्गीक्रियते. आम् अस्तु समीचीनम्. अग्रे अपि पठतु महोदय कृपया. अस्तु महोदय. आक्षेपम् अमुं केचन युक्तं परिहरन्ति यथा क्रियोत्पत्त्यानन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिध्यति तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंस अतिरिक्तविभागाख्यगुणः सिध्यति एव इति. अस्य आक्षेपस्य यद् पूर्वपक्षिणः कृतः विभागाख्यगुणः इति नूतनगुणः जायते इति न अङ्गीकार्यं, तस्य आवश्यकता एव नास्ति इति आक्षेपं कृतवन्तः. तस्य आक्षेपस्य परिहारं केचन जनाः एतादृशं कुर्वन्ति. कथं ते कुर्वन्ति इत्युक्ते, यथा क्रियोत्पत्त्यनन्तरं क्रिया प्रथमक्षणे जायते इति पक्षद्वयमपि अङ्गीकुर्वन्ति. घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिध्यति. घटपटं घटः अपि च पटः संयुक्तम् आसीत् यदा तयोः मध्ये एकस्यापि द्वयोः वा क्रिया जायते चेत् तत्र संयोगः नश्यति इति सर्वजन प्रसिद्धम् इत्युक्ते तत्र साक्षात् दृश्यते संयोगः नष्टम् इति. किमर्थमित्युक्ते तत्र ते संयुक्तः न आसीत् इदानीं यदा क्रिया जायते एकस्मिन् तदा तत्र संयोगः नश्यति इति सर्वेषां ज्ञानं साक्षात् अस्ति इति कृत्वा संयोगनाशः सिध्यति. तथा एव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंस अतिरिक्तः विभागाख्यगुणः सिध्यति एव इति. यदा संयोगः नष्टम् अभवत् इति साक्षात् दृश्यते यदा एकस्मिन् पदार्थे घटो वा पटो वा क्रिया जायते चेत् संयोगनाशः इति साक्षात् दृश्यते तदा एव तस्मिन् क्षणे एव तौ विभक्तौ इत्यपि ज्ञानं जायते इति कारणात् विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन. हा तत्र घटपटौ विभक्तौ इत्यपि ज्ञानं जायते किन्तु विभक्तौ इति केवलं संयोगस्य अभावः इति न स्वीकार्यं, तत् भावपदार्थम् इति कृत्वा, भावपदार्थम् इत्युक्ते तत् अस्ति केवलं तस्य संयोगस्य अभावः नास्ति किन्तु विभक्तौ ते विभक्तौ तौ विभक्तौ इति अपि दृश्यते इति कारणात् तत्र विभागः इति भावपदार्थं स्वीकार्यम् इति कृत्वा संयोगध्वंस अतिरिक्तविभागाख्यगुणः सिध्यति इति ते परिहरन्ति. समीचीनं, समीचीनतया भवता. इदानीं करपत्रं पश्यामः. तत्र तु महोदयेन बहु दीर्घतया विस्तृतम् अस्ति कथं वाक्यस्य अर्थः प्रतिपादनीयः इति. करपत्रं पुरतः स्यात्. संयोगनाशात् विभागः न अतिरिक्तः इत्याक्षेपस्य सामान्यपरिहारः इति करपत्रं तस्य शीर्षकः. आं भगिनि. अस्तु रामप्रिया भगिनि कृपया. संयोगनाशात् विभागः न अतिरिक्तः इति आक्षेपस्य सामान्यपरिहारः संयोगनाशको गुणो विभागः संयोगप्रक्रियायां क्रियोत्पत्तिद्वितीयादिक्षणे द्वितीयक्षणे अयं गुणः उत्पद्यते पूर्वदेशसंयोगस्य नाशकश्च भवति तत्र च केचन वदन्ति यत् संयोगनाशात् विभागः न अतिरिक्तः इत्युक्तौ संयोगनाशः विभागः विभागश्च तौ अभिन्नौ इत्यस्मात् विभागः अतिरिक्तगुणो नास्ति अत्र संयोगनाशात् विभागः न अतिरिक्तः इति आक्षेपः अस्ति पूर्वपक्षिणः तस्य सामान्यपरिहारः तस्य परिहारम् अत्र एतत् करपत्रे दत्तमस्ति संयोगनाशको गुणो विभागः इति वयं दृष्टवन्तः इदानीमेव लक्षणवाक्यं वयम् एतदपि दृष्टवन्तः संयोगप्रक्रियायां गुण विभागः इति गुणः क्रियोत्पत्ति द्वितीयादिक्षणे उत्पद्यते इति पूर्वदेशसंयोगस्य नाशः अपि भवति इति अपि दृष्टवन्तः अत्र केचन वदन्ति किं वदन्ति इत्युक्ते संयोगनाशात् विभागः न अतिरिक्तः इत्युक्ते संयोगनाशात् विभागः भिन्नः न द्वौ अपि समानौ इति वदन्ति इत्यस्मात् विभागः अतिरिक्तगुणः नास्ति इत्युक्ते एतद् अतिरिक्तगुणः नास्ति भिन्नगुणः नास्ति द्वौ अपि समानौ द्वौ इत्युक्ते संयोगनाशः विभागः द्वौ अपि समानौ इति केचन वदन्ति इति अस्ति हलो आम् नमस्ते महोदय भवान् पठति वा कुत्र इदानीं करपत्रात् अनन्तरं पठामि अहम् इदानीम् उद्घाटयामि अत्र अस्तु अस्तु महोदय शुकमन महोदय कृपया तर्हि अत्र प्रश्नः अस्ति किमर्थं घटपटयोः विभागः इत्यर्थं केवलं घटपटसंयोगस्य नाशः इत्येव पर्याप्तं न स्यात् तत्र उत्तरं दीयते घटपटयोः संयोगः नष्टः इति प्रतीतिस्तु अस्ति एव अनेन घटपटयोः मध्ये विद्यमानस्य संयोगस्य नाशः सिद्धः इत्युक्ते संयोगनाशः इति पदार्थः तु अस्ति पदार्थः तु अस्ति इति एकनिमिषं महोदय तत्तु पूर्वमेव पठितमस्ति अस्तु तदेव भगिनी न पठितवती वा ओ न न परन्तु तत्तु पूर्वमेव पठितं खलु तद् मूलग्रन्थे तत् अत्र दत्तमस्ति अतः मया त्यक्तम् अस्तु तर्हि अत्र प्रश्नः अस्ति किमर्थं घटपटयोः विभागः इत्यर्थं केवलं घटपटसंयोगस्य नाशः इत्येव पर्याप्तं न स्यात् इत्येव पूर्वपक्षिणः आक्षेपः किमर्थं विभागाख्य नूतनगुणः स्वीकार्यं घटपटयोः संयोगस्य नाशः एव द्वितीयक्षणे क्रियया भवति इति किमर्थं वयं न स्वीकुर्मः तदेव पर्याप्तं किल तत्र इति तेषां प्रश्नः तत्र उत्तरं दीयते घटपटयोः संयोगः नष्टः इति प्रतीतिः अस्ति आम् यदा एकस्मिन् घटपटयोः मध्ये एकस्मिन् क्रिया जायते चेत् तयोः मध्ये यत् संयोगः आसीत् तत् नष्टः इति प्रतीतिः साक्षात् प्रत्यक्षेन अस्माभिः अस्ति अनेन घटपटयोः मध्ये विद्यमानस्य संयोगस्य नाशः सिद्धः आम् तादृशज्ञानेन घटपटयोः मध्ये विद्यमानस्य यद् संयोगः आसीत् तत् तस्य नाशः सिद्धः एव इति इत्युक्ते संयोगनाशः इति पदार्थः तु अस्ति तत्रैव महोदयेन किम् उक्तं संयोगनाशः इति नूतनपद इति किमपि पदार्थः अस्ति इति सः वदति वा अत्र वा इत्युक्ते संयोगनाशः इति पदार्थः तु अस्ति इति इत्युक्ते यत् जायते संयोगस्य नष्टः जायते इत्युक्ते तं प्रति यथा भवता उक्तमेव किमपि ज्ञानम् आसीत् संयोगस्य नष्टः अभवत् इति ज्ञानं तु अस्ति एव किमपि ज्ञानम् अस्ति चेत् तं प्रति कश्चन पदार्थः कारणत्वेन भवति इति अत्र तु संयोगस्य नष्टः जातः अतः अवश्यं तं प्रति संयोगनाशः इति पदार्थः भवेत् इति इति विभागाख्यगुणः न स्वीकुर्मः किन्तु संयोगनाशः इति पदार्थः अस्ति भावपदार्थः अस्ति इति स्वीकुर्मः किमर्थम् इत्युक्ते संयोगः नष्टः इति ज्ञानम् अस्माभिः प्राप्तम् अतः संयोगनाशः इति किमपि पदार्थः स्वीकार्यम् इति आम् आम् इत्युक्ते पूर्वपक्षिणः वाक्यमेव अस्ति एतत् आम् आम् अस्तु इदानीं सुनील् महोदय अत्र तर्कः कः पूर्वमपि दृष्टं घटपडयोः संयोगः नष्टः इति प्रतीत्या संयोगनाशः विषयीक्रियते घटपडयोः संयोगः नष्टः इति ज्ञानम् अनुभवसिद्धं तस्मात् विषयीभूतसंयोगनाशः सिद्ध्यति किमर्थम् इति चेत् कार्यम् अस्ति चेत् तस्य कारणं भवेत् ज्ञानं प्रति विषयः कारणम् ज्ञानम् इति एकं कार्यं तच्च ज्ञानरूपककार्यम् अस्ति चेत् तस्य कारणीभूतविषयः अपि स्यात् अत्र स च विषयः संयोगनाशः इदानीम् अत्र प्रश्नः कः इति अदा पूर्वं दृष्टम् अत्र घटपटयोः संयोगः नष्टः इति संयोगनाशः इति वदामः अत्र घटपटयोः महोदय अत्र तु विषयद्वयम् अस्ति संयोगः नष्टः इति ज्ञानम् यद् दृष्टम् अस्ति संयोगः नष्टः इति तत्तु संयोगः नष्टः इति ज्ञानम् अस्ति तत्तु प्रथमविषयः द्वितीयविषयः अस्ति केन नष्टः इति तदेव अत्र विस्तृतम् अस्ति कः इति अतः ज्ञानम् इति कार्यरूपेण स्वीक्रियते अत्र तस्मात् तर्कः भवति अतः इदानीं घटपटयोः संयोगः नष्टः इति ज्ञानम् अत्र संयोग नाशः एव इति किल न तदेव किञ्चित् विषयभिन्न इत्युक्ते ज्ञानरूपेण संयोगः नष्टः इति एकः विषयः ज्ञानरूपेण अस्ति वयं पूर्वमेव दृष्टवन्तः ज्ञानम् अस्ति चेत् ज्ञानं तु स विषयकम् अस्ति सर्वस्मिन् प्रसङ्गे खलु पृथक्त्वविषये वा सङ्ख्याविषये वा संयोगविषये अपि लक्षणवाक्ये तु संयुक्तव्यवहारहेतुः संयोगः इति अस्ति खलु तत्र चित्रमपि दृष्टं चित्रे ज्ञानरूपेण कार्यमस्ति परम्परया तस्य कारणता कुत्र अस्ति इति अपि दृष्टम् तादृशरूपेण एव अत्रापि विस्तृतम् अस्ति अतः ज्ञानम् इत्युक्ते संयोगः नष्टः इति ज्ञानं तस्य कारणं किम् इति वदतु कृपया अतः पुनः कण्ठस्थः पश्यामि अत्र घटपटयोः संयोगः नष्टः इति ज्ञानम् अत्र तदा अनुभवसिद्धमेव. तस्मात् विषयीभूतसंयोगनाशः सिद्ध्यति. अतः अत्र व्यावहारिक विषयः अस्ति अत्र घटपटयोः संयोगः नष्टः इति तादृशज्ञानम् अस्ति. ततः अत्र संयोगनाशः इति सिद्ध्यति. कथं सिद्ध्यति तस्य आधारः? तस्मिन्नेव अन्तर्भूतः अस्ति एषः. न, पूर्वस्मिन् पाठे ज्ञानं कीदृशम् इति दृष्टं खलु. दीपरूपस्य ज्ञानं कस्मिंश्चित् पतति इति, तदेव. अत्र तु ज्ञानम् अस्ति. कीदृशं ज्ञानं? सविषयकं ज्ञानम्. अत्र सविषयकम् इत्युक्ते विषयः कः? अत्र तत्र पूर्वम् आसीत् खलु दीपरूपेण दीपस्य प्रभा कस्मिन् पतति, घटे पतति इति. तर्हि दीपः इति प्रेषकः किं प्रेषयति? ज्ञानं प्रेषयति. तादृशरूपेण वदतु किञ्चित् अत्र. अत्र अत्र विषयता प्रकारता इति तादृशं वा? प्रकारता इति इति अत्र न आवश्यकः अस्ति. अत्र केवलं विषयः, एकः विषयः एव. कीदृशविषयः अस्ति अत्र? ज्ञानं पत्रि ज्ञानं संयोगः नष्टः इति ज्ञानम्. विषयेण एव भवति खलु. घटः अस्ति चेत् घटविषयकं ज्ञानं भवति अस्माकं मम आत्मनि भवति खलु. अत्र इदानीं ज्ञानमेव कार्यमिति किल. अत्र किं घटपटयोः संयोगः नष्टः इति ज्ञानं, तदेव कार्यमस्ति. कार्यमस्ति. तर्हि तस्य कारणं किम्? अत्र महोदय संयोगनाशः इति कारणम् अस्ति. संयोगनाशः इति कारणं, समीचीनम्. अतः अत्र कार्यमस्ति, तत्र कारणमपि अस्ति. अतः अत्र घटपटयोः संयोगः नष्टः इति वदामः चेत् अत्र कारणमस्ति संयोगनाशः. संयोगनाशः इति विषयः यः कारणरूपेण अस्ति तेन एव संयोगः नष्टः जातः इति कार्यम् अस्तु. तदेव अस्ति विषयः अत्र. अग्रे रामप्रिया भगिनी. विषयीभूतसंयोगनाशः कीदृशं कारणं? तदपि उक्तं पूर्वं. ज्ञानं बुद्धिः इति गुणः कुत्र भवति? आत्मनि. केन सम्बन्धेन? समवायसम्बन्धेन. अतः ज्ञानस्य समवायीकारणं भवति आत्मा, असमवायीकारणं च आत्मनि विद्यमानः आत्ममनसंयोगः. असमवायीकारणं भवति कश्चन गुणः काचन क्रिया वा समवायीकारणे. तर्हि विषयः ज्ञानस्य कारणम् इति उक्ते सति तच्च कारणं कीदृशं? समवायीकारणं नास्ति, असमवायीकारणमपि नास्ति. यत् कारणं न समवायीकारणं न वा असमवायीकारणं, तत् निमित्तकारणम् इति. अतः विषयः ज्ञानस्य निमित्तकारणम्. अनेन संयोगनाशः इति प्रध्वंसभावः घटपटयोः संयोगः नष्टः इति ज्ञानस्य कारणम्. घटपटयोः संयोगः नष्टः इति ज्ञानम् अनुभवसिद्धम्. तस्मात् संयोगनाशः इति प्रध्वंसभावः सिद्ध्यति. अत्र विषयीभूतसंयोगनाशः इति कीदृशं कारणं? विषयीभूतसंयोगनाशः तद्विषये वयं पूर्वमपि परिशीलितवन्तः. ज्ञानम् आत्मनि ज्ञानं बुद्धिः इति गुणः भवति. किम् समवायसम्बन्धेन किमर्थम् इत्युक्ते गुणगुणिनोः सम्बन्धः समवायसम्बन्धः. अतः ज्ञानं बुद्धि इति आत्मनि भवति समवायसम्बन्धेन. अतः ज्ञानस्य समवायीकारणं भवति आत्मा. किमर्थं समवायीकारणम् इत्युक्ते आत्मा तादात्म्येन स्थित्वा, स्वस्मिन् तादात्म्येन स्थित्वा समवायेन ज्ञानं जनयति इति समवायीकारणम्. असमवायीकारणं च आत्मनि विद्यमानः आत्ममनसंयोगः. आत्मनि एतद् आत्ममनसंयोगः अस्ति, तत्तु असमवायीकारणम्. असमवायीकारणम् इत्युक्ते समवायेन स्थित्वा समवायेन कार्यं जनयति इति असमवायीकारणम्. अतः आत्मनि विद्यमानः आत्ममनसंयोगः असमवायीकारणम् अस्ति. असमवायीकारणं भवति कश्चन गुणः काचन क्रिया वा समवायीकारणे. एतदपि वयं दृष्टवन्तः. अत्र तु गुणः इति खलु आत्मनः आत्मनि जायते. ज्ञानम् इति असमवायीकारणं भवति. क्षम्यताम्, समवायिकारणे वा असमवायिकारणे वा इति. ज्ञानम् इति समवायिकारणं भवति ज्ञानं प्रति इति खलु. ज्ञानं प्रति आम् आम् आत्मा समवायिकारणं भवति. आत्ममनसंयोगः आत्मनि प्रति आत्ममनसंयोगः असमवायिकारणं भवति. आम् तर्हि आं भगिनि. आम् अग्रे अग्रे वदतु भगिनि. तर्हि विषयः ज्ञानस्य कारणम् इति उक्ते सति तच्च कारणं कीदृशम्? वयम् इदानीम् उक्तवन्तः विषयः ज्ञानस्य कारणम् इति पूर्वस्मिन् परिच्छेदे वयम् उक्तवन्तः. इत्युक्ते तत् कीदृशं कारणं? समवायी तु नास्ति, असमवायी अपि नास्ति इति दृष्टवन्तः. इदानीं यत् समवायी नास्ति, समवायिकारणमपि नास्ति, असमवायिकारणम् अपि नास्ति, तत्तु निमित्तकारणम् इति अपि वयं परिशीलितवन्तः पूर्वम्. कः विषयः अस्ति भगिनि? ज्ञानस्य विषयः कः अत्र? ज्ञानस्य विषयः अत्र अस्ति घट घट संयोगनष्टः इति विषयः, संयोगनाशः इति विषयः. संयोगनाशः नाशः ज्ञानम् अस्ति. ज्ञानं किं? ज्ञानं सविषयकपदार्थमस्ति. ज्ञानम् इति कार्यमस्ति. ज्ञानं किम् अस्ति अत्र अस्मिन् प्रसङ्गे? ज्ञानं किम्? ओ इति वा. ज्ञानं घटपटयोः संयोगः नष्टः इति, संयोगनाशः इति ज्ञानम्. आम् तदेव ज्ञानं, तदेव विषयः अपि. कथं भवति? कारणं भिन्नं, आम् ज्ञानं कार्यं आनुभविकतया पश्यामः, आनुभविकरूपेण अस्ति. इत्युक्ते संयोगः नष्टः जातः, संयोगः नष्टः इति ज्ञानं. तं प्रति निमित्तकारणमस्ति संयोगनाशः. यथा पूर्वं वयं दृष्टवन्तः संयोगः हरि ओम्, श्रूयते वा? आमाम् अहं शृणोमि रामप्रिया भगिनी. न भगिनी, अहं म्यूट्. हरि ओम्, न श्रूयते. अहं म्यूट् मध्ये अस्मि. न न, इदानीं तु कृपया वदतु. यथा पूर्वं दृष्टम् अस्माभिः, संयोगः इति गुणः हस्तौ संयुक्तौ इति ज्ञानं प्रति निमित्तकारणं भवति खलु. पूर्वं संयोगविषये यथा चर्चा जाता, यदा चर्चा जाता. इदानीं तु संयोगः नष्टः जातः इति ज्ञानम्. तर्हि तं प्रति किं निमित्तकारणम्? विभागः इति. संयोगः तु नास्ति इत्युक्ते संयोगनाशः. अतः ज्ञानम् इत्युक्ते अत्र संयोगः नष्टः इति एव ज्ञानम्. घटपटयोः संयोगः नष्टः इति ज्ञानं. तं प्रति संयोगनाशः इति निमित्तकारणम्. संयोगनाशः इति निमित्तकारणम्. आम्. अस्तु, अत्र किमर्थं निमित्तकारणमस्ति? किमर्थम् इत्युक्ते समवायिकारणमपि नास्ति, असमवायिकारणमपि नास्ति. यत्किमपि समवायि वा असमवायिकारणं नास्ति, तत्तु निमित्तकारणम् इति विषयः ज्ञानस्य निमित्तकारणम्. समीचीनं. पुनः अन्तिमे वाक्ये किमपि अस्ति, इतोपि एकः बिन्दु. आम्. अनेन संयोगनाशः इति प्रध्वंस अभावः. घटपटयोः संयोगः नष्टः इति ज्ञानस्य कारणम्. संयोगनाशः इत्युक्ते प्रध्वंस अभावः, तदेव घटपटयोः संयोगः नष्टः इति एतद् प्रतीत ज्ञानस्य कारणमस्ति. प्रध्वंस अभावः एव ज्ञानस्य, घटपटयोः संयोगः नष्टः इति ज्ञानस्य कारणम् अस्ति. प्रध्वंस अभावः इत्युक्ते तस्य नाशं भवति इति. अभावस्य एकविधम् अस्ति प्रध्वंस अभावः इति, तस्य नाशः भवति इति अभावः. समीचीनं. संयोगस्य अभावः इत्येव अस्ति. प्रध्वंसाभावः यतोहि संयोगस्य नाशः जातः. प्रागभावः, प्रध्वंसाभावः, अन्योन्याभावः, अत्यन्ताभावः इति चतुर्विधाः सन्ति खलु. अत्र तु प्रध्वंसाभावः इति स्वभावः संयोगनाशस्य. अस्तु, अग्रे पठामि भगिनि. किन्तु घटपटौ विभक्तौ इत्यपि काचित् प्रतीतिः अस्ति किल. यदा घटे विद्यमानक्रियाया घटः पटात् किञ्चित् दूरं भवति, देशान्तरं भवति, तदानीं काचित् प्रतीतिः भवति. घटपटौ विभक्तौ इति प्रतीतिः भवति. अत्र विभक्तौ इति कथनेन अभावपदार्थः कोऽपि न विषयीक्रियते, अपि तु कश्चन भावपदार्थः एव विषयीक्रियते. स च भावपदार्थः कः इति चेत् विभागः इति कश्चन गुणः अङ्गीकर्तव्यः भवति. इदानीं चर्चा वर्तमानः अस्ति. इतः पूर्वं संयोगनाशः इति साक्षात् घटपटो मध्ये दृश्यते, अतः संयोगनाशः इति पदार्थः स्वीकार्यः. तस्य स्वभावः प्रध्वंसभावः इव संयोग इति किमर्थम् इत्युक्ते यदा संयोगः घटपटयोः मध्ये संयोगः नष्टः इति प्रतीतिः जायते तत् ज्ञानस्य कारणं किमपि पदार्थं भवेत् इति कारणात् संयोगनाशः इति पदार्थः सिद्धः इति इदानीं केवलं यदा घटपटयोः मध्ये संयोगः नश्यति तत्र प्रतीतिद्वयं भवति एकं तु संयोगः नष्टः इति प्रतीतिः द्वितीयं तु घटपटविभक्तौ इत्यपि तत्र प्रतीतिः भवत्येव यदा घटे विद्यमानक्रियया घटः पटात् किञ्चित् दूरं भवति यदा घटपटयोः मध्ये एकस्मिन् क्रिया जायते चेत् एकः पदार्थः घटौ वा पटौ वा तत्र देशान्तरं गच्छति चेत् तत्र घटपटविभक्तौ इत्यपि प्रतीतिः जायते घटपटौ घटपटयोः संयोगः नष्टः इति प्रतीतिः अतिरिच्य घटपटौ विभक्तौ इत्यपि प्रतीतिः जायते यदा तादृशप्रतीतिः जायते चेत् तत्रापि किमपि पदार्थः तस्य प्रतीतेः कारणभूतस्य पदार्थः भवत्येव इति इति अस्ति अतः विभागः इति कश्चन गुणः इति कश्चन गुणः भावपदार्थरूप भावपदार्थः अङ्गीकर्तव्यम् इति इत्यपि अस्ति समीचीनं यथा संयोगनाशः इति अभावपदार्थः दृष्टः अत्र तु विभागरूपेण भावपदार्थः दृश्यते इति आम् अस्तु अग्रे सुनील महोदय स च विभागनामः गुणः किमर्थम् अङ्गीकर्तव्यः घटपटयोः संयोगः नष्टः इति ज्ञानं यथा अनुभवसिद्धं तथैव घटपटौ विभक्तौ इति ज्ञानम् अनुभवसिद्धं तच्च ज्ञानम् एकं कार्यं कार्यमस्ति चेत् तस्य कारणं भवेत् कारणं किं तस्य विषयः एव कारणं विषयः कः विभागः अनेन कार्यकारणभावेन कार्यम् अनुभवसिद्धं चेत् अनेन कारणं सिद्धं भवति अत्र पुनः विभागः इति गुणः किमर्थम् अङ्गीकरणीयम् इति प्रश्नः यदा वयं पूर्वं दृष्टवन्तः घटपटयोः संयोगः नष्टः इति ज्ञानम् अत्र अनुभवरूपेण अस्ति तादृशमेव घटपटौ विभक्तौ इति अपि अनुभवसिद्धमस्ति द्वौ अपि ज्ञानमेव अत्र ज्ञानमेव कार्यम् अतः कार्यमस्ति चेत् कारणमपि अस्ति अत्र कारणमस्ति विषयः एषः विषयः अस्ति विभागः इति अतः कार्यकारणभावेन कार्यम् अनुभवसिद्धं चेत् अनेन कारणं सिद्धं भवति अतः कार्यकारणभावे कार्यम् अस्ति अतः कारणमपि अस्ति अतः तत् अत्र विभागः इति कारणं किं विभागः अत्र कार्यं कार्यम् अत्र ज्ञानम् अस्ति घटपटयोः संयोगः नष्टः इति एकं तादृशमस्ति यदा विभागः विषयः अस्ति तदा कार्यं किम् घटपटौ विभक्तौ इति समीचीनं अस्तु अग्रे रामप्रिया भगिनी अस्तु किन्तु यद्यपि संयोगनाशः इति विषयः विभागः इति विषयः द्वौ अपि विषयौ सिद्धौ तदापि इमौ द्वौ विषयौ भिन्नौ इति कथं सिद्ध्यति घटपटयोः संयोगः नष्टः इति प्रतीत्या संयोगनाशः इति अभावपदार्थः विषयीक्रियते किन्तु घटपटौ विभक्तौ इति प्रतीत्या कश्चन भावपदार्थः विषयीक्रियते न तु कश्चन अभावपदार्थः स च भावपदार्थः विभागाख्यः गुणः भावपदार्थः अभावपदार्थश्च समानौ न भवितुम् अर्हतः इति वार्ता तदर्थं संयोगनाशः इति विषयः विभागः इति विषयात् भिन्नः वयम् इदानीं दृष्टवन्तः संयोगनाशः इति विषयः घटपटयोः संयोगनष्टः इति प्रतीत्यां विभागः इति विषयः घटपटौ विभक्तौ इति प्रतीतिद्वयं वयं दृष्टवन्तः द्वौ अपि विषयौ सिद्धौ तदापि इमौ द्वौ विषयौ भिन्नौ इति कथं सिद्धति वयं कथम् एतद् भिन्नौ इति साधितुं शक्नुमः इति इदानीं प्रश्नः यदा प्रथमं घटपटयोः संयोगः नष्टः इति प्रतीतिः स्वीकुर्मः चेत् तत्र संयोगनाशः इति अभावपदार्थः तदेव वयं दृष्टवन्तः संयोगनाशः इति प्रध्वंस अभावः इति तत्तु अभावपदार्थः परन्तु अभावपदार्थः तद् इति ज्ञानं जनयति विषयीक्रियते तत्र परन्तु घटपटौ विभक्तौ इति प्रतीत्यां विभक्तः इति तु भावपदार्थः विषयीक्रियते तदेव भावपदार्थः इति एव ज्ञानं तज्जनयति न तु अभावपदार्थः यदा संयोगनाशः इति विषये तद् नास्ति अत्र विभक्तः इति विषये तद् नास्ति भावपदार्थः यद्वयं दृष्टवन्तः घटपटौ विभक्तौ इति तदेव विभागः नामकः गुणः नामगुणः भावपदार्थः अभावपदार्थः समानौ न भवितुम् अर्हतः इति वार्ता भावपदार्थः यदा विभागः अभावपदार्थः यदा संयोगनाशः द्वौ अपि समानौ न भवितुम् अर्हति तदर्थं संयोगनाशः इति विषयः विभागः इति विषयः तदर्थं वयं वक्तुं शक्नुमः संयोगनाशः इति विषयः तु विभागात् भिन्न विभागः इति विषयात् भिन्नः अतिरिक्तगुणः इति वयं वक्तुं शक्नुमः अस्तु कति पदार्थाः सन्ति सप्तपदार्थाः अस्तु सप्तेषु पदार्थेषु के भावपदार्थाः के अभावपदार्थाः अभावः इति सप्त क्षम्यतां प्रथमषड्विधः षड् भावपदार्थः सप्तमः तु अभावः इति पदार्थः अत्र संयोगनाशः तु कुत्र अस्ति कुत्र अभावः इति पदार्थं सङ्गच्छति आम् समीचीनम् अभावरूपेण अस्ति इत्युक्ते किमपि नास्ति संयोगः नास्ति इति प्रतीतिः अतः एव संयोगस्य अभावः संयोगाभावः इति उच्यते अभावपदार्थः परन्तु विभागः इत्यनेन विभागः अस्ति इति प्रतीतिः इत्युक्ते हस्तौ विभक्तौ इति वदनेन कश्चन भावपदार्थः एव कारणं भवति विभागः इति रूपेण अतः तयोः भिन्नता अस्ति विभागः तु भावपदार्थः संयोगनाशः तु अभावपदार्थः इति उच्यते अत्र अस्तु अग्रे सुनिल् महोदय खलु अत्र क्षम्यताम् अहं पुनः वदामि. तत्र एकस्मिन् अवसरे एव वयं भावपदार्थः अस्ति विभागः इति, अनन्तरं संयोगनाशः अथवा संयोग अभावः अस्ति इति अपि वदामः किल, अत्र संयोगनाशः इति. आम् आम्, एकः एव दृष्टान्तः, परन्तु द्विविधं ज्ञानं भवति. एकं तु संयोगनाशः इति, संयोगनष्टः इति ज्ञानं, द्वितीयं तु विभक्तौ इति ज्ञानम्. ज्ञानद्वयम् अस्ति, अतः प्रत्येकं ज्ञानं प्रति कारणं भवति भिन्ने कारणे. एकं तु संयोगनाशः इति कारणं, द्वितीयं तु विभागः इति कारणं. परन्तु तयोः भिन्नता का? एकः अभावपदार्थः, अन्यः भावपदार्थः. अस्तु, अग्रे पठतु महोदय कृपया. अभावपदार्थः कथम् अभिज्ञायते इति चेत्, अभावपदार्थः सागांशशब्दः. अभावपदार्थस्य कथनेन प्रतियोगिनः आकाङ्क्षा जायते. अभावः इत्यस्य कथनेन कस्य इति प्रश्नः उदेति. यावत् न उच्यते कस्य अभावः अस्ति, तावत् अर्थपूर्तिः न भवति. किन्तु भावपदार्थः अस्ति चेत् प्रतियोगिनः आकाङ्क्षा न जायते. अत्र यदा वयं पूर्वं पठितवन्तः अभावपदार्थः इति वदामः, अभावपदार्थः इति साकाङ्क्षशब्दः अत्र आकाङ्क्षा जनयति. अभावपदार्थस्य कथनेन प्रतियोगिनः आकाङ्क्षा जायते इति, अतः अत्र अभावः कस्य इति प्रश्नः इति अपि उदेति. अतः अभावः कस्य अभावः इति न वदामः चेत् तत्र आकाङ्क्षा भवति इति. परन्तु भावपदार्थः अस्ति चेत् प्रतियोगिनः आकाङ्क्षा न जायते, इत्युक्ते अत्र अस्ति इति एव वयं जानीमः. अतः अत्र भावपदार्थे तादृश आकाङ्क्षा न भवति इति. आम् अस्तु, तर्हि अत्र अभावः वर्तते, भूमौ अभावः इति वदनेन कीदृशी आकाङ्क्षा जायते? अत्र अभावपदार्थस्य प्रतियोगिनः आकाङ्क्षा जायते. चित्रे कस्य इति प्रश्नः भवति. तर्हि कस्य ज्ञानम् अपेक्षते अत्र अभावस्य प्रसङ्गे? कस्य ज्ञानम् अपेक्षते अभावस्य अभावात् पूर्वं? किमपि ज्ञानम् अपेक्षते खलु? कस्य ज्ञानम्? अत्र अभावपदार्थस्य, घटः वा पटः वा इति. न, अभावः तु घटाभावः वा पटाभावः इति खलु. तर्हि घटाभावस्य कृते कस्य ज्ञानम् अपेक्षते प्रथमं? कस्य अभावः? अत्र अभावपदार्थस्य एव किल, अत्र इत्युक्ते घटाभावः चेत् घटस्य अभावः इति. तर्हि घटः कः अत्र? अत्र इदानीं अभावस्य प्रतियोगी खलु. तर्हि प्रतियोगिनादीन ज्ञानम् इति वदामः. इत्युक्ते प्रतियोगिनः आधारितं ज्ञानं. प्रथमं तु घटस्य विषये ज्ञानम् अपेक्षते, तदनन्तरमेव घटाभावः अस्ति इति वक्तुं शक्नुमः. घटः कस्य अभावः इत्युक्ते उत्तरम् अस्ति घटस्य अभावः इति. तर्हि घटः इति प्रतियोगी अस्ति. तर्हि प्रतियोगिनादीन ज्ञानं विना अभावस्य ज्ञानं न जायते. तस्य निरूपणं कथं भवति अभावस्य निरूपणम् घटनिष्ठप्रतियोगिता इति आयाति खलु अत्र घटस्य घटापस्य प्रतियोगी अस्ति घटः अभावस्य अभावस्य निरूपणं करोतु इति वदामश्चेत् किं भवति घटाभावस्य निरूपणं शुकवनमहोदय किञ्चित् सहायं करोति वा घटाभावस्य निरूपणं तु प्रतियोगिनः तस्य प्रतियोगी इत्युक्ते यस्य अभावः सा प्रतियोगी इति अभावः इति वदामश्चेत् यस्य अभावः इति तस्य ज्ञानपूर्वमेव भवेत् नो चेत् तस्य अभावस्य ज्ञानमेव न प्राप्नोति इति इत्युक्ते अत्र विषयः अस्ति अभावस्य निरूपणं कथं भवति इति घटाभावः अस्ति इति वदामि तर्हि घटाभावस्य निरूपणं कथं भवति वाक्यं किम् प्रतियोगिं प्रतियोगिनम् आदाय घटनिष्ठप्रतियोगिता हा घटनिष्ठप्रतियोगिता निरूपित वदतु भगिनी पुनः अङ्गः जातः खलु लैन् न भगिनि श्रूयते श्रूयते वा भगिनि हा आम् अस्तु अस्तु आम् करोति वा आम् घटनिष्ठप्रतियोगितानिरूपित अनियोगिताश्रयः अभावः आश्रयः घटाभावः इति घटाभावः इति तर्हि घटाभावस्य निरूपणार्थं कीदृशी प्रतियोगी इत्यस्य ज्ञानम् अपेक्षितम् अस्ति खलु घटः इति प्रतियोगी अतः घटस्य ज्ञानं तु प्रथमम् अपेक्षितं भवति अतः एव अभावस्य विषये प्रतियोगिनादीनं ज्ञानं विना अभावस्य ज्ञानं न ज्ञायते इति वदामः तत्तु स्पष्टम् स्पष्टम् अस्तु अग्रे भगिनी तत्र किञ्चित् चिन्तनमस्ति सत्यमेव यदि अभावः इति पदार्थः स्वीकरोति चेत् तस्य आकाङ्क्षा निश्चयेन भवति प्रतियोगिनः ज्ञानं निश्चयेन भवति किन्तु विभक्तौ इत्यस्मिन् स्थले अपि केवलं विभक्तौ इति वदामश्चेत् कौ विभक्तौ इत्यपि आकाङ्क्षा जायते किल अवश्यं विभक्तौ इति आम् तस्य अवधिज्ञानं तु अपेक्षते एव आम् इत्युक्ते विभक्तम् इति यद् वदामश्चेत् तदपि साकाङ्क्षा किन्तु तत्र आकाङ्क्षा अन्यविषये अस्ति यदा अभावस्य विषये अभावः वदामश्चेत् तस्य तत्र प्रतियोगिनः आकाङ्क्षा जायते विभक्तौ इति वदामश्चेत् तस्य तत्र कौ विभक्तौ इति आकाङ्क्षा जायते एव आम् आम् तत्र तु विवादः नास्ति एव साकाङ्क्षा न साकाङ्क्षा इत्येव तत्र विवादः नास्ति किम् आकाङ्क्षा तु अस्ति परन्तु भिन्नविषये अस्ति खलु आम् अत्र अस्मिन् परिच्छेदे आकाङ्क्षा जायते इत्येव तयोः मध्ये वैशिष्ट्यम् इति दत्तमस्ति किल कुत्र अस्ति तत्र तत्पूर्वस्मिन् परिच्छेदे विभागः इति विषयात् भिन्नः इति तस्य निरूपणमेव अस्य परिच्छेदे भवति अभावपदार्थः कथम् अभिज्ञाते इति चेत् अभावपदार्थः साकाङ्क्षा शब्दः इति दत्तमस्ति किल आम् आम् परन्तु अभावपदार्थः यदा अभावपदार्थः साकाङ्क्षा शब्दः तदा विभक्तौ इत्यपि साकाङ्क्षाशब्दः, संयुक्तौ इत्यपि साकाङ्क्षाशब्दः. समीचीनमेव, परन्तु तत्र अभावपदार्थः कथम् अभिज्ञायते इति चेत् अभावः पदार्थः अभावपदार्थः साकाङ्क्षाशब्दः, तस्य अनुवर्तनं किम्? अभावपदार्थस्य कथनेन प्रतियोगिनः आकाङ्क्षा जायते, तदेव मूलविषयः अस्माकम्. आं भगिनि, यद्यपि तत्र वयं किञ्चित् भिन्न विभजनं कृत्वा चिन्तयामश्चेत् साकाङ्क्षाशब्दः, द्वयमपि साकाङ्क्षाशब्दः, अभावपदार्थः अपि साकाङ्क्षाशब्दः, विभक्तः इति उक्ते अपि साकाङ्क्षाशब्दः. अत्र आकाङ्क्षा किम् इत्युक्ते अभावविषये प्रतियोगिनः आकाङ्क्षा भवति, विभक्तविषये कौ विभक्तौ इति पदार्थौ आकाङ्क्षा आकाङ्क्षौ भवति इत्येव तस्य तत्र वैशिष्ट्यं. किन्तु तेन किमपि न साध्यति, द्वौ साकाङ्क्षा पदार्थौ. आम् आम् आम्, समीचीनमेव, द्वौ अपि आकाङ्क्षकौ पदार्थौ, परन्तु कस्मिन् अस्माकं प्रसक्तिः, अस्माकं रुचिः कुत्र अस्ति, वा अस्माकं मूलविषये तु संयोगनाशः, विभागः, द्वौ समानौ इत्यस्य विवादं निराकरणार्थमेव खलु. आम्, अतः किञ्चित् अत्र भिन्नता अस्ति वा? साकाङ्क्ष यद्यपि द्वौ साकाङ्क्षशब्दौ, अत्र तु अभावविषये एव चर्चा जायमाना अस्ति. अतः एव आकाङ्क्षा इति वदनेन कस्य अभावः इत्यस्य प्रश्नः एव अस्माकं किम् अस्ति, अस्माकं मूल विषयः. आम् आम्, परन्तु भवतः बिन्दुं स्वीकरोमि. प्रसङ्गः तु अत्र अस्तु. अग्रे भवतः क्रमप्रायः खलु. इदानीम् आगच्छम्, गृहे आगच्छम्. अस्तु, भवती पठति किम्? किं पठिष्यामि? करपत्रं, करपत्रम् अस्ति, करपत्रं कुल विभक्तौ इति आरभ्य. गो अहेड् अण्ड् ऐ विल् ओपन् द. अस्तु अस्तु, तर्हि शुकवन महोदय कृपया. आं पठामि भगिनि. विभक्तौ इति ज्ञानेन न कोऽपि अभावः उच्यते. नष्टः इति शब्देन अभावः उच्यते, नास्ति इति शब्देन अभावः उच्यते, न इति शब्देन अभावः उच्यते, अन्योन्य अभावः. किन्तु विभक्तौ इति शब्देन अभावः न उच्यते. विभक्तौ इति शब्देन उच्यमानः अर्थः कोऽपि अभावः नास्ति इति पूर्वस्मिन् परिच्छेदे यद्विषयम् अस्माभिः दृष्टं तस्य इतोपि किञ्चित् विवरणम् अस्ति. विभक्तौ इति पदं यदा वयं उपयोगं कुर्मश्चेत् तत्र अभावस्य सूचना किमपि नास्ति इति. नष्टः इति वदामश्चेत् तस्य तत्र अभावः सूचयति, नास्ति इति वदामश्चेत् तत्रापि अभावः सूचयति, न इति वदामश्चेदपि अत्र अभावः सूचयति. किन्तु केवलं विभक्तौ इति वदामश्चेत् तत्र अभावः किमपि, अभावस्य सूचनं किमपि नास्ति इति अत्र उक्तमस्ति. तत्तु सत्यमेव, यदा विभक्तौ इति वदामश्चेत् कौ विभक्तौ इत्येव प्रतीतिः इति आकाङ्क्षा जायते, न तु कस्य अभावः इति. समीचीनम्, अतः एव अभावरूपेण नास्ति इत्यस्य अर्थः, अतः अभावपदार्थस्य सूचनम् इति अस्ति संयोगनाशः इति प्रकरणे. अस्तु, अग्रे रामप्रिया भगिनी. आहत्य अत्र घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धं ज्ञानम् एकं कार्यं, तस्य च निमित्तकारणं भवति संयोगनाशः इति प्रध्वंस अभावः. घटपटौ विभक्तौ इति सर्वजनसिद्धं ज्ञानम् अपि कार्यं तस्य च निमित्तकारणं भवति विभागः इति गुणः. संयोगभावः इति वक्तव्यं चेत् संयोगनष्टः इति प्रतीतिः भवति, किन्तु संयोगनष्टः इति प्रतीतिं विहाय घटोपटौ विभक्तौ इति भिन्नप्रतीतिः भवति. तत् तया भिन्नप्रतीत्या अन्यः एव कश्चन पदार्थः प्रतिपाद्यते, ततः अग्रे च संयोगनाशविभागयोः कार्यकारणभावः अस्ति. संयोगनाशं प्रति विभागः कारणम् अयं, किन्तु प्रवर्तमानतर्कस्य भागो नास्ति. अत्र आहत्य इति दत्तमस्ति घटपटयोः संयोगः नष्टः सर्वजनसिद्धं ज्ञानम्. सर्वजनसिद्धम् इत्युक्ते सर्वे मन्यन्ते इति किल. सर्वजनसिद्धं ज्ञानम् किमर्थं मन्यन्ते? किमर्थं तत्र मतभेदः किमपि नास्ति इति मन्यन्ते इति वा? आम्, आनुभविकम् अस्ति. आनुभविकम् अस्ति इति मन्यन्ते. ज्ञानं सर्वजनसिद्धं ज्ञानम् एकं कार्यं, तस्य निमित्तकारणं भवति संयोगनाशः इति निमित्तकारणं भवति. तदेव संयोगनाशः एव वयं प्रध्वंसभावः इति अपि वदामः. तदेव निमित्तकारणं भवति ज्ञानं प्रति. घटपटयोः संयोगः नष्टः इति ज्ञानं प्रति निमित्तकारणं भवति संयोगनाशः. अनन्तरं द्वितीयमस्ति, द्वितीयप्रतीतिः अस्ति घटपटौ विभक्तौ. तत्र अपि ज्ञानं सर्वजनसिद्धं ज्ञानम् अपि तत्रापि सर्वजनसिद्धं ज्ञानं कार्यं तस्य निमित्तकारणमस्ति विभागः इति गुणः. विभागः इति गुणः निमित्तकारणमस्ति घटपटौ विभक्तौ इति ज्ञानं प्रति. संयोगभावः इति वक्तव्यं चेत् संयोगनष्टः इति प्रतीतिः भवति. संयोग अभावः इति वयं यदि वदामः चेत् तत्र संयोगनष्टः इति प्रतीतिः तु भवति एव, किन्तु संयोगनष्टः इति प्रतीतिं विहाय इत्युक्ते तद्विहाय तद्विना घटपटौ विभक्तौ इति भिन्नप्रतीतिः भवति इति अन्यप्रतीतिः भवति. घटपटौ विभक्तौ इति अन्यप्रतीतिः भवति. संयोगः नष्टः इति विहाय घटपटौ विभक्तौ इति अपि प्रतीतिः भवति. तया भिन्नप्रतीत्या अन्यः एव कश्चन पदार्थः प्रतिपाद्यते. आम्, यदा घटपटौ विभक्तौ इति वदामः चेत् तत्र कश्चन भिन्नपदार्थः इत्युक्ते गुणः, विभागः इति गुणः प्रतिपाद्यते. तस्मिन् विषये सूचना अस्ति. ततः अग्रे च संयोगनाशविभागयोः कार्यकारणभावः अस्ति. ततः अग्रे, तस्मात् अग्रे किं भवति इत्युक्ते संयोगनाशः विभागः द्वयोः मध्ये कार्यकारणभावः अस्ति. संयोगनाशं प्रति विभागः तु कारणमस्ति. अयं किन्तु प्रवर्तमानतर्कस्य भागः नास्ति. प्रवर्तमानतर्कः तु संयोगनाशात् विभागः न अतिरिक्तः इति आक्षेपः विषये, तस्मिन् विषये एतद् भागं नास्ति इति. तदेव अग्रे आयाति इति अत्र केवलं आक्षेपस्य निराकरणमेव इति. पुष्पा भगिनी अस्मि अस्मि ये आक्षेपं कुर्वन्तः वदन्ति यत् विभागः अतिरिक्तः गुणः नास्ति तेषाम् आशयः एवं यत् संयोगनाशः विभागश्च समानः यतोहि संयोगः नष्टः इति यत् ज्ञानं घटपठौ विभक्तौ इति यत् ज्ञानं लोके तयोर्मध्ये कोऽपि भेदः नास्ति यतोहि तादृशः अनुभवः नास्ति अस्माकं लोके संयोगनाशः पुनः विभागः अनयोः अनुभवः भिन्नः इति तु नास्ति तदर्थं कश्चित् उच्यते यत् तयोः विषयः समानः एव एकमेव विषयं बहुभिः शब्दैः वक्तुं शक्नुमः अग्रे च तस्य इतोपि विस्तृतरूपेण पुनः परिहारो भवति अस्ति अस्तु अत्र विभागः ये आक्षेपं कुर्वन्तः वदन्ति तत् विषयं पाराग्राफ् ऐ डोण्ट् नो द नेम् आफ़् पाराग्राफ् किं भगिनि आक्षेपस्य विषयः कः इति भवती किञ्चित् वदति वा तत्र पर्वत संयोगनाशः विभागः कार्यकारण कार्यकारणभावः इति प्रवर्तमानः तत्र इति इति न इति न विषयः तयोः कार्यकारणस्ति भागः नास्ति आक्षेप सुनील् महोदय किञ्चित् प्रयत्नं कुर्वन्तः अत्र विभागः च संयोगनाशः इति भिन्नौ इति अस्ति वा इति एव एकः प्रश्नः अथवा घटपटयोः संयोगः नष्टः आक्षेपटो विभक्तौ इति आक्षेपः कः तदेव किल अत्र घटपटयोः संयोगः नष्टः घटपटौ विभक्तौ इति स्वीकृत्य विभागः गुणः वा न वा इति एव आक्षेपः विभागः गुणः नास्ति इति आक्षेपः केचन वदन्ति केचन वदन्ति विभागः गुणः नास्ति संयोगनाशः एव विभागः तस्य विभागस्य समा नाशः एव विभागः इति तौ द्वौ तौ समानौ इति तेषाम् आक्षेप आम् अग्रे वदतु मया भवती वक्तुं शक्नोति शक्नोमि अत्र विभागः अतिरिक्तः गुणः नास्ति इति आक्षेपं कुर्वन्तः तेषाम् आशयः एव तत्तु ते आशाम् अस्ति तत् ते तेषां मनसि संयोगनाशः विभागः च समानः इति इति वदन्ति यतोहि संयोगनष्टः इति यत् ज्ञानं घटपटौ विभक्तौ इति यत् ज्ञानं हा संयोगः नष्टः इति वदामः चेत् घटपटौ विभक्तौ इति यत् ज्ञानम् अस्ति चेत् तत् संयोगः इति ज्ञानं वक्तुं शक्नुमः संयोगः नष्टः इति कारणं किं भवति? संयोगः नष्ट, तत्तु विभागः अस्ति ते. न न न, तत्तु विषयः. एकनिमिषे भगिनि. संयोगः नष्टः विभागयोः कार्यकारणः न, तत् तद् न सः नास्ति. सुनील महोदय, संयोगनाशः इति कारणं. अग्रे घटपटौ विभक्तौ इति प्रतीत्यां ज्ञानं लोके तयोर्मध्ये कोऽपि भेदः नास्ति. तत्र घटपटविभक्तौ इति यत् ज्ञानम् अस्ति तत्तु कोऽपि भेदः नास्ति. इत्युक्ते तत्र कारणं तु भिन्नम् अस्ति. विभागः इति विभागः विभागः इति कारणम् इति. भगिनी कृपया सुनील महोदय वदतु. अत्र परन्तु अस्माकम् अनुभवः तयोर्मध्ये कोऽपि भेदः नास्ति इति एव अस्माकम् अपि अनुभवः. अत्र संयोगनाशः वा विभागः तत्र भिन्नः इति अपि अस्माकम् अनुभवः नास्ति. अतः अत्र एकं विषयं बहुभिः शब्दैः वक्तुं शक्नुमः अपि इति. अतः अग्रे तस्य विवरणं इतोपि अधिकम् अग्रे भविष्यति इति. इत्युक्ते आनुभविकरूपेण एतत्तु पूर्वपक्षिणः शब्दाः एव. आनुभविकरूपेण द्वयमपि एकमेव इति. संयोगनाशः वा विभाग संयोगः नष्टः वा विभक्तौ इति वदनेन एकमेव कार्यं निर्दिश्यते. भिन्नम् इति न, आनुभविकरूपेण एकमेव कार्यम् अस्ति. भिन्नशब्दैः वदन्ति जनाः इत्येव तेषां विषयः अस्ति, पूर्वपक्षिणः विषयः. अस्तु, पुनः पुस्तकं पठाम. तत्र शुकवन महोदय कृपया पुनः अन्तिमपरिच्छेदं पठतु कृपया, तस्य प्रतिपादनमपि. आक्षेपममुम् इति आरभ्य वा? आक्षेपममुं केचन इत्थं परिहरन्ति, यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धिप्रत्ययेन संयोगनाशः सिद्ध्यति, तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंस अतिरिक्तविभागाख्यगुणः सिद्ध्यति एव इति. अत्र तस्य पूर्वस्मिन् परिच्छेदे केचन जनाः आक्षेपं कुर्वन्ति, संयोगनाशः एव द्वितीयक्षणे प्रक्रियायां प्रथमं क्रिया जायते, तस्मिन् द्वितीयक्षणे साक्षात् संयोगनाशः क्रियया उत्पद्यते, न तु विभागाख्य इति नूतनगुणः तत्र उत्पद्यते इति ते आक्षेपं कृतवन्तः. तस्य समाधानम् अत्र दत्तमस्ति. यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धिप्रत्ययेन संयोगनाशः इति नूतनपदार्थः सिद्ध्यति. किमर्थमित्युक्ते यदा प्रतीतिः जायते तत्र किमपि पदार्थः आवश्यकी, अतः यदा घटपटयोः संयोगः नष्टः इति प्रतीतिः जायते तत्र संयोगनाशः इति प्रध्वंस अभावरूपपदार्थः अस्ति इति सिद्ध्यति. तथैव तादृशमेव तस्मिन् क्षणे एव यदा संयोगः नष्टः इति घटपटयोः संयोगः नष्टः इति ज्ञानं जायते तस्मिन् क्षणे एव घटपटौ विभक्तौ इत्यपि ज्ञानं भवति. यदा घटपटौ विभक्तौ इति ज्ञानं भवति तत्रापि ज्ञानं सविषयकम् इत्यस्मात् तत्रापि केनापि भावपदार्थस्य आवश्यकता अस्ति. तत्र विभक्तौ इति वदामश्चेत् अभावस्य कस्य अभावस्य कस्य अभावस्य अभावस्य प्रतियोगिनः ज्ञानं अत्र न आवश्यक न आवश्यकता भवति. घटपटौ विभक्तौ इति ज्ञाने भिन्नभावपदार्थस्य आवश्यकता अस्ति. तस्य स्वीकार्येन एव घटपटौ विभक्तौ इति ज्ञानं प्राप्नोति इति चेत् विभक्तौ विभागः इति गुणः संयोगध्वंस अतिरिक्तगुणः अपि सिद्ध्यति इति. एकस्मिन् पक्षे तु संयोगनाशस्य अन्यस्मिन् पक्षे विभागस्य विषयः यथा संयोगनष्टः इति प्रतीत्यौ संयोगनाशः इति लोक सर्वजनसिद्ध सर्वजनसिद्ध ज्ञानम् अस्ति. सर्वजनसिद्ध सर्वजनसिद्ध प्रतीत्यौ संयोगनाशः इति कारणं सिद्ध्यति. तथैव विभक्तौ इति सार्वजन सर्वजनसिद्ध प्रतीत्यौ विभागः इति भावपदार्थः सिद्ध्यति इति तर्कस्य निरूपणम् अस्ति. तर्कस्य इत्युक्ते अत्र नैयायिकैः उच्यते यत् यथा संयोगनाशः इति गुणः संयोगनाशः इति पदार्थः अभावपदार्थः भवति तथैव विभक्तौ इति प्रतीत्यौ भावपदार्थः सिद्ध्यति. अतः तौ द्वौ भिन्नौ. किमर्थं भिन्नौ? एकः तु अभावपदार्थः संयोगनाशः तु अभावपदार्थः अस्ति. यस्य प्रतियोगिज्ञानादीनज्ञानविषयत्वम् अपेक्षते. प्रतियोगिनम् आदाय ज्ञानम् अपेक्षते. तथैव अत्र विभागः इति भावपदार्थः सिद्ध्यति. यस्य कृते अन्य कोऽपि ज्ञानं न अपेक्षते. अतः तौ भिन्नौ इति कृत्वा संयोगनाशः अतिरिक्तः विभागात् इति तेषां परिहारः. अन्यपरिहारः तत्रैव करपत्रे अन्तिमपरिच्छेदे वयं पठितवन्तः यत् तौ पर्यायपदौ इति. तस्य निरूपणं विस्तृतरूपेण पुनः भवति इतोपि. आम् समीचीनम्. अत्र अवगाहमानेन इति अस्ति पदम्. तत्र तस्य अर्थं तु स्वीकरणेन एव. इत्युक्ते तस्य रूपं किम्? रूपम् इत्युक्ते भगिनि? रूपम् इत्युक्ते कीदृशं पदम् इति. विभक्ति चानच् चानच् चानच् अवगाहमानेन तृतीया तत्र तृतीया इति. अस्तु. स्पष्टम् इति मन्ये. सर्वं स्पष्टं किन्तु भवत्याः ध्वनिः यदा वयं मिलित्वा वदामश्चेत् तत्र खण्डितं भवति. तत्रैव प्रश्नः आसीत्. अस्तु, एकस्मिन् समये वयं द्वयमपि वदामश्चेत् भवत्याः ध्वनिः खण्डितं भवति. अस्तु, प्रायः मम ओनेज् लैन् अस्ति प्रायः इति मन्ये. आम् आम्, यदि वानेज् अस्ति चेत् तादृशं भवितुम् अर्हति. आम् आम्. अस्तु, पुष्पा भगिनी, प्रश्नः अस्ति वा? सुनील महोदय, शृणोमि भगिनि, ध्वनिमुद्रणं शृणोमि. मया तु क्वचित् शृणं न तथैव. अस्तु अस्तु, तर्हि समापयामः. शृणोमि. अस्तु, धन्यवादः. धन्यवादः. रात्रि.